अनेन क्रमेण ब्रह्मभूतप्रसन्नात्म न शोचति न काङ्क्षति समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम्। ब्रह्मभूतः ब्रह्मप्राप्तः प्रसन्नात्मा लब्धाध्यात्मप्रसादस्वभावः न शोचति। किञ्चिन् अर्थवैकल्यम् आत्मनः वैगुण्यं वा उद्दिश्य न शोचति न सन्तप्यते न काङ्क्षति न हि अप्राप्तविषयाकाङ्क्षा ब्रह्मविदः उत्पद्यते। अतः ब्रह्मभूतस्य अयं स्वभावः अनूद्यते न शोचति न काङ्क्षति इति न हृष्यति इति वा पाणान्तरं। समः सर्वेषु भूतेषु आत्मौपम्येन सर्वभूतेषु सुखं दुःखं वा सममेव पश्यति इत्यर्थः। न आत्मसमदर्शनं इह तस्य वक्षमाणत्वात् भक्त्या मां विजानाति इति। एवं भूतः ज्ञाननिष्ठः मद्भक्तिं मयि परमेश्वरे भक्तिं भजनं पराम् उत्तमं ज्ञानलक्षणां चतुर्थीं लभते चतुर्विधा भजन्ति माम् इति हि उक्तम्। ततः ज्ञानलक्षणय भक्त्या मामभिजानाति यावान्यश्चास्मि तत्त्वतः ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम्। भक्त्या माम् अभिजानाति यावानहम् उपाधिकृतविस्तरभेदः यश्च अहम् अस्मि विद्वस्तसर्वोपाधिभेदः उत्तमपुरुषः आकाशकल्पः तं माम् अद्वैतं चैतन्यमात्रैकरसम् अजरम् अभयम् अनिधनं तत्त्वतः अभिजानाति। ततः माम् एवं तत्त्वतः ज्ञात्वा विशते तदनन्तरं मामेव ज्ञानानन्तरं। न अत्र ज्ञानप्रवेशक्रिये भिन्ने विवक्षिते ज्ञात्वा विशते तदनन्तरमिति। किं तर्हि फलान्तर अभावान् ज्ञानमात्रमेव क्षेत्रज्ञं चापि मां विद्धि इति उक्तत्वात्। ननु विरुद्धमिदम् उक्तं ज्ञानस्यापरानिष्ठातया मामभिजानाति इति। कथं विरुद्धमिति चेत् उच्यते यदैव यस्मिन् विषये ज्ञानम् उत्पद्यते ज्ञातुः तदैव तं विषयम् अभिजानाति ज्ञाता इति। न ज्ञाननिष्ठां ज्ञानावृत्तिलक्षणामपेक्षते इति। अतश्च ज्ञानेन न अभिजानाति ज्ञानावृत्त्या तु ज्ञाननिष्ठ्या अभिजानाति इति। नैष दोषः ज्ञानस्य स्वात्मोत्पत्तिपरिपाकहेतुयुक्तस्य प्रतिपक्षविहीनस्य ये आत्मानुभवनिश्चयावसानत्वं तस्य निष्ठाशब्दाविलापात्। शास्त्राचार्योपदेशेन ज्ञानोत्पत्तिहेतुं सहकारिकारणं बुद्धिविशुद्धत्वादि अमानित्वादिगुणं च अपेक्षजनितस्य क्षेत्रज्ञपरमात्मैकत्वज्ञानस्य कर्तृत्वादिकारकभेदबुद्धिनिबन्धनसर्वकर्मसन्न्यासहितस्य स्वात्मानुभवनिश्चयरूपेण यत् अवस्थानं सा परा ज्ञाननिष्ठा इति उच्यते। सा इयं ज्ञाननिष्ठा आर्तादिभक्तित्रयापेक्षया परा चतुर्थी भक्तिः इति उक्ता। तया परया भक्त्या भगवन्तं तत्त्वतः अभिजानाति यदनन्तरमेव ईश्वरक्षेत्रज्ञभेदबुद्धिः अशेषतः निवर्तते। अतः ज्ञाननिष्ठालक्षणया भक्त्या माम् अभिजानाति इति वचनं न विरुध्यते। अत्र च सर्वं निवृत्तिविधायि शास्त्रं वेदान्तेतिहासपुराणस्मृतिलक्षणं न्यायप्रसिद्धम् अर्थवत् भवति। विदित्वा विद्यायाथ भिक्षाचरं चरन्ति तस्मान् न्यासमेषां तपसामतिरिक्तमाहुः न्यास एव अत्यरेचयतु इति। सन्न्यासकर्मणां न्यासः वेदानिमं च लोकमं च परित्यज्य त्यजधर्मम् अधर्मं च इत्यादि। इह च प्रदर्शितानि वाक्यानि न च तेषां वाक्यानाम् आनर्थक्यं युक्तं न च अर्थवादत्वं स्वप्रकरणस्तत्वात्। प्रत्यगात्मा अविक्रियस्वरूपनिष्ठत्वाच्च मोक्षस्य न हि पूर्वसमुद्रं जिगमिषोः प्रातिलोम्येन प्रत्यक्समुद्रजगमिषिणा समानमार्गत्वं संभवति। प्रत्यगात्मविषयप्रत्ययसन्तानकरणाभिनिवेशश्च ज्ञाननिष्ठ स च प्रत्यक्समुद्रगमनवतो कर्मणा सहभावित्वेन विरुध्यते। पर्वतसर्षपयोरिव अन्तर्वां विरोधः प्रमाणविदां निश्चितः। तस्मात् सर्वकर्मसन्न्यासेनैव ज्ञाननिष्ठा कार्या इति सिद्धम्। स्वकर्मणा भगवतः अभ्यर्चनभक्तियोगस्य सिद्धिप्राप्तिः फलं ज्ञाननिष्ठा योग्यता। यन्निमित्ता ज्ञाननिष्ठा मोक्षफलावसान सः भगवद्भक्तियोगः अधुना स्तूयते शास्त्रार्थ उपसंहारप्रकरणे शास्त्रार्थनिषेधाढ्याय। सर्वकर्माण्यपि सदा कुर्वाणो मद्व्यपाश्रयः मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम्। सर्वकर्माण्यपि प्रतिषिद्धान्यपि सदा कुर्वाणः अनुतिष्ठन् मद्व्यपाश्रयः अहं वासुदेवः ईश्वरः व्यपाश्रयो व्यपाश्रयणं यस्य सः मद्व्यपाश्रयः मय्यर्पितसर्वभावः इत्युक्तः। सोऽपि मत्प्रसादः मम ईश्वरस्य प्रसादः अवाप्नोति शाश्वतं नित्यं वैष्णवं पदम् अव्ययम्। यस्मादेवं चेतसा सर्वकर्माणि मयि सन्न्यस्य मत्परः बुद्धियोगमुपाश्रित्य मच्चित्तः सततं भव। चेतस विवेकबुद्ध्या सर्वकर्माणि दृष्टादृष्टार्थानि मयि ईश्वरे सन्न्यस्य यत्करोषि यदश्नासि इति उक्तन्यायेन। मत्परः अहं वासुदेवः परो यस्य तव सः त्वं मत्परः सन् मय्यर्पितसर्वात्मभावः। बुद्धियोगं समाहितबुद्धित्वं बुद्धियोगः तं बुद्धियोगम् अपाश्रित्य अपाश्रयः अनन्यशरणत्वं। मच्चित्तः मय्येव चित्तं यस्य तव सः त्वं मच्चित्तः सततं सर्वदा भव। मच्चित्तः सर्वदुर्गाणि मत्प्रसादात्तरिष्यसि अथ चेत् त्वमहङ्कारात् न श्रोष्यसि विनंश्यसि। मच्चित्तः सर्वदुर्गाणि सर्वाणि दुस्तराणि संसारहितजातानि मत्प्रसादात् तरिष्यति अतिक्रमिष्यति। अथ चेत् यदि त्वं मदुक्तम् अहङ्कार पण्डितः अमिति न श्रोष्यसि न ग्रहीष्यसि ततः त्वं विनंश्यसि विनाशं गमिष्यसि। इदं च त्वया न मन्तव्यं स्वतन्त्रः अहं किमर्थं परोक्तं करिष्यामि इति। यद्यहङ्कारमाश्रित्य नयोस्येति मन्यसे मिथ्यैष व्यवसायस्ते प्रहृतिस्त्वां नियोक्ष्यति। यदि चेत् त्वम् अहङ्कारमाश्रित्य नयोत्स्येति न युद्धं करिष्यामि इति मन्यसे चिन्तयसि निश्चयं करोषि मिथ्या एषः व्यवसायः निश्चयः ते तव। यस्मात् प्रकृतिः क्षत्रियस्वभावः त्वां नियोक्ष्यति। यस्माच्च स्वभावजेन कौन्तेय निबद्धस्वेन कर्मण कर्तुं नेच्छसि यन्मोह करिष्यस्य वशोऽपि तत्। स्वभावजेन शौर्यादिन यथोक्तेन कौन्तेय निबद्धः निश्चयेन बद्धः स्वेन आत्मीयेन कर्मण कर्तुं न इच्छसि यत्कर्म मोह अविवेकतः करिष्यसि अवशोऽपि परवश एव तत्कर्म। यस्मा ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया। ईश्वरः ईशनशीलः नारायणः सर्वभूतानां सर्वप्राणिनां हृद्देशे हृदयदेशे अर्जुन शुक्लान्तरात्मस्वभावः विशुद्धान्तकरणः अहश्च कृष्णं महरर्जुनञ्च इति दर्शनं तिष्ठति स्थितिं लभते तेषु सः कथं तिष्ठति इति आह भ्रामयन् भ्रमणं कारयन् सर्वभूतानि यन्त्रारूढानि यन्त्राणि आरूढानि अधिष्ठितानि इव इति इवशब्दः अत्र द्रष्टव्यः यथा दारुकृतपुरुषादीनि यन्त्रारूढानि माय छद्मना भ्रामयन् तिष्ठति इति सम्बन्धः तामेव शरणं गच्छ सर्वभावेन भारत तत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् तमेव ईश्वरं शरणम् आश्रयं संसारार्थिहरणार्थं गच्छ आश्रय सर्वभावेन सर्वात्मना हे भारत ततः तत्प्रसादां ईश्वरानुग्रहां परां प्रकृष्टां शान्तिम् उपरतिं स्थानं च मम विष्णोः परमं पदं प्राप्स्यसि शाश्वतं नित्यम् इति ते ज्ञानमाख्यातं गुह्याद्गुह्यतरं मया विमृश्यैतदशेषेण यथेच्छसि तथा कुरु इति एतं ते तुभ्यं ज्ञानमाख्यातं कथितं गुह्यात् गोप्यात् गुह्यतरम् अतिशयेन गुह्यं रहस्यम् इत्यर्थः मया सर्वज्ञेन ईश्वरे विमृश्य विमर्शनम् आलोचनं कृत्वा एतद् यथोक्तं शास्त्रम् अशेषेण समस्तं यथोक्तं च अर्थजातं यथा इच्छसि तथा कुरु भूयोऽपि मया उच्यमानं शृणु सर्वगुह्यतमं भूयः शृणु मे परमं वचः इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम्।